नमस्कारः. वयं तिङ् सिद्धेः चलकाराणां च समग्रदृष्टिः इति पाठे स्मः. गतसप्ताहे वयं दृष्टवन्तः यत् दशलकाराः सन्ति. प्रथमम् अस्माकं विवक्षाम् अनुसृत्य दशलकारेषु एकः आगच्छति, अतः तत्र भेदः अस्ति. यदा अस्माकं विवक्षा लट्लकारः अस्ति चेत् लट्लकारः प्रथमम् आगच्छति, लङ् अस्ति चेत् लङ् इति आगच्छति, अतः भेदः. द्वितीयं, सर्वे लकाराः अनुबन्धलोपानन्तरं ल इत्येव अवशिष्यते, लकारः इत्येव अवशिष्यते, अतः अत्र अभेदः अस्ति. लट् वा भवतु, लङ् वा भवतु, लोट् वा भवतु, लृट् वा भवतु, लुङ् वा भवतु, अनुबन्धलोपानन्तरं ल इत्येव अवशिष्यते, अभेदः अस्ति अत्र. तृतीयं, लस्य इति सूत्रेण लकारस्य स्थाने अष्टादशमूलतिङ्प्रत्ययाः विधीयन्ते, अतः तत्रापि अभेदः. लस्य इति अधिकारसूत्रम् अस्ति, लाधिकारः इति वयं दृष्टवन्तः गते सप्ताहे. लस्य इति षष्ट्यन्तपदम् अस्ति. अत्र लस्य इति लस्य इति अधिकारसूत्रम्, अतः तस्य स्थाने अष्टादशमूलतिङ्प्रत्ययाः आगच्छन्ति. अधिकारसूत्रस्य विषये अधिकारसूत्रं स्वयं किमपि कार्यं न करोति, अन्यसूत्रे आगत्य उपविश्य कार्यं कारयति. यदा लस्य इति सूत्रम् अग्रिमसूत्रं तिप्तस्ति इति सूत्रे आगत्य उपविश्य लस्य स्थाने ति आगच्छतु, सिप् आगच्छतु इति वदति किल, तदेव अधिकारसूत्रस्य कार्यम्. चतुर्थसोपानम् अस्ति मूलप्रत्ययात् सिद्धप्रत्ययाणां सिद्धिः. अतः मूलप्रत्ययः यदा तिप् इति अस्ति, तत्र पकारस्य इत्संज्ञा भूत्वा ति इति सिद्धप्रत्ययः इदानीम् आगच्छति. तदेव चतुर्थसोपानम् अस्ति, अतः तत्रापि भेदः भवति. अनन्तरं प्रत्ययस्य स्वभावानुसारं कार्याणि भवन्ति. सार्वधातुकः अस्ति चेत् गणीयविचारः भवति, आर्धधातुकः अस्ति चेत् इडागमविचारः भवति. अनन्तरं लकाराणां तिङन्तपदानि, अतः तत्रापि भेदः. अतः वयम् एतत् सोपानमेव गतसप्ताहे दृष्टवन्तः. इदानीं वयम् अग्रे सरामः पाठे. तत्र लस्य इति सूत्रस्य अनन्तरं किम् अस्ति इति पश्यामः. अस्तु, राजेन्द्रमहोदय, इदं पूर्णप्रकरणाम् इति आरभ्य पठति वा, तिप्तस्ति इति सूत्रस्य अग्रिम वाक्यं प्रकरणम्. राजेन्द्रमहोदय, आं भगिनि, अत्र लाधिकारः ततः वा? न, तिप्तस्ति इति अस्ति किल तत्सूत्रं, सूत्रस्य अग्रिमवाक्यम् इदं पूर्णं प्रकरणम् इति आरभ्य. नमस्कारः भगिनि, क्षम्यतां भगिनि, कुत्र स्मः वयं? तत्र सूत्राणि सन्ति किल, तत्र वयम् आम् एकनिमिषं, लस्य इति सूत्रं पठितवन्तः, तिप्तस्ति इति सूत्रं पठितवन्तः गतसप्ताहे. तस्मात् अग्रिमवाक्यम् इदं पूर्णं प्रकरणम् इति करपत्रं तत्र परस्मैपदीधातूनां मूलतिङ्प्रत्ययाः इति अस्ति किल, तस्मात् पूर्वं करपत्रसङ्ख्या भगिनि, करपत्रं सङ्ख्या प्रायः पञ्चमम् इति, पञ्चमं वा चत्वारः इति पश्यति वा, त्रीणि वा, तिङ्सिद्धे च लकाराणां च समदृष्टिः. अस्तु महोदय. आं भगिनि, इदं पूर्णप्रकरणं लस्य इति सूत्रस्य अधिकारे, अतः ल अधिकारः इति उच्यते. कार्यम् अस्ति लस्थाने आदेशः, अतः कार्यं लादेशः इति उच्यते. यथा भवती इदानीम् एव उक्तवती, पूर्णप्रकरणम् अत्र लस्य सूत्रस्य अधिकारे एव अस्ति, अतः तत् ला अधिकारः एव अपि वदामः. कार्यम् अस्ति तत्र लस्थाने, तत्र तिङ्प्रत्यय आगच्छति, अतः कार्यं ला आदेशः अपि वदामः. लस्य सूत्रस्य अधिकारे अस्ति, यथा तत् लाधिकारः अपि च ला आदेशः वदामः. अग्रिममपि पठतु महोदय. आरम्भे एते सर्वे अष्टादश तिङ्प्रत्ययाः परस्मैपदिनः भवन्ति लः परस्मैपदम् इत्यनेन. तदा तणाव आत्मनि पदम् इत्यनेन तं तं त इत्यस्मात् आरभ्य महिन्पर्यन्तं प्रत्ययः आत्मनेपदिनः. आरम्भे किं किमस्ति, अत्र सर्वे अष्टादश प्रत्ययाः या सन्ति, तिप्तश्चिप्तस्थमस्त आतां झ थास आतां ध्वम् इर्वहि महि, अस्मिन् अष्टादश प्रत्ययाः तत्र सन्ति. ते सर्वे परस्मैपदिन एव भवन्ति लः परस्मैपदिन परस्मैपदं सूत्रेण. तदा तनाव आत्मनेपदं तन् त इत्यस्मात् महिन् पर्यन्तं प्रत्ययः आत्मनेपदिनः भवन्ति. परस्मैपदि धातूनां मूलप्रतिङ्प्रत्ययः तिप्तज्जि सिप्तस्थ मिप् वस् मस् आत्मनेपदि धातूनां मूलतिङ्प्रत्ययः त आतां झ थास् आथां ध्वम् इड्बहि महि. अत्र अस्माकं पुस्तकं किञ्चित् वयं दृष्ट्वा पठामः महोदय. तत्र एकसप्ततितम पृष्ठे लस्य इति सूत्रमस्ति, 71. एकसप्ततितम तत्र लस्य इति लाधिकारः इति दत्तमस्ति. लस्य इति अधिकारसूत्रं यदा अहम् उक्तवती, अधिकारसूत्रमस्ति. अधिकारसूत्रस्य स्वयं किमपि कार्यं नास्ति, तद् अन्येषु सूत्रेषु आगत्य उपविश्य कार्यं कारयति. अतः लस्य लाधिकारः लस्य इति सूत्रात् आरभ्य 3-1-1-1-2 पर्यन्तं तस्य अधिकारः अस्ति. तृतीय अध्यायस्य चतुर्थपादस्य 12-1 सूत्रपर्यन्तं लस्य इत्यस्य अधिकारः अस्ति. इत्युक्ते यानि सूत्राणि तस्मिन् अधिकारे अस्ति, सर्वेषु सूत्रेषु लस्य इति सूत्रमागत्य उपविश्य कार्यं कारयति इति एव अर्थः तस्य. द्वितीयसूत्रं पश्यतु, अग्रिमसूत्रं लस्य इति सूत्रस्य अग्रिमसूत्रमेव तिप्तस्ति सिप्तस्त मिप्वस्मस् सूत्रमस्ति. इत्युक्ते लस्य इति अधिकारे अस्ति, लस्य स्थाने तिप् इति आदेशः वा सिप् तः इति आदेशः, सिप् इति आदेशः भवति इति तत्र वयम् अवगन्तुं शक्नुमः. तत्र किं भवति इत्युक्ते, तत्र तिप्तस्जि सिप्तस्त इति महिङ् पर्यन्तं नवपरस्मैपदि नव आत्मनेपदि प्रत्ययाः सन्ति. ते सर्वे इत्युक्ते ति आरभ्य महिङ् पर्यन्तं सर्वे लः परस्मैपदम् इति प्रथमं तस्य संज्ञा भवति. अष्टादश प्रत्ययानां नाम प्रथमं परस्मैपदम् एव. अनन्तरमेव तङ्गानाम् आत्मनेपदम् इति सूत्रम् आगत्य ता आरभ्य महीङ् पर्यन्तम् आत्मनेपदसंज्ञकः इति वदति. अतः मम प्रश्नः एकः प्रश्नः अस्ति. इदानीं यदा वयं वदामः लः परस्मैपदम्, इदानीम् अष्टादश तिङ्प्रत्ययानां नाम परस्मैपदसंज्ञकः, तत्र नव आत्मनेपदसंज्ञकः अस्ति, अतः तस्य नाम परस्मैपदमपि अस्ति आत्मनेपदम् अपि अस्ति इति वा, नामद्वयमपि सम्यक् वा इति चिन्तनं. आं भगिनि, सम्यक् एव, सम्यक् एव. पूर्वम् एतत् सर्वम् अष्टादश एतत् प्रतिदिनं कार्यं करोति, परस्मैपदी इति कार्यं करोति, अनन्तरमेव आत्मनेपति इति नव प्रत्ययं कार्यं करोति. अस्तु, परन्तु नाम तु द्वयमपि संज्ञा अस्ति किल, इदानीमपि परस्मैपदमपि अस्ति आत्मनेपदमपि अस्ति, किं तत्र सूत्रमस्ति अकारादि एकादशसंज्ञा इति आगच्छति. आम्, अग्रिमपरिच्छेदे आगच्छति. सम्यक् एव, चिन्तनं सम्यक् एव. तत्र एका एव संज्ञा भवति, संज्ञाद्वयं न भवति. अत्र यस्मिन् अधिकारे अस्ति तस्मिन् अधिकारे एका एव संज्ञा भवति. अन्यत्र वयं यदा पश्यामः केचन स्थलेषु धातुसंज्ञा अपि भवति अङ्गसंज्ञा अपि भवति, तत्र सम्यक्. किमर्थम् इत्युक्ते तद् आकडारादेका संज्ञा इति अधिकारे तद् न आगच्छति, अतः तत्र वयं केचन स्थलेषु वदामः अङ्गसंज्ञा अपि अस्ति धातुसंज्ञा अपि अस्ति इति, तत्र सम्यक् समीचीनं, तस्मिन् स्थले समीचीनं. परन्तु अस्मिन् स्थले आकडारादेका संज्ञा इति एकः अधिकारसूत्रमस्ति. अस्मिन् अधिकारे ये यानि सूत्राणि आगच्छन्ति तत्र एक एव संज्ञा भवति. एकः एव संज्ञा इत्युक्ते नामकरणम् एकमेव, परस्मैपदी भवतु वा आत्मनेपदी भवतु, द्वयमपि न, तङ् इत्यस्य आत्मनेपदी परस्मैपदी इति संज्ञाद्वयं न भवति, एकमेव भवति. अग्रिममपि पठामः. विजया भगिनी पठति वा सूत्रद्वयम्? हा, पठामि भगिनि. कः परस्मैपदं, लः परस्मैपदं लस्यस्थाने ये प्रत्ययाः आयान्ति ते सर्वे परस्मैपदी संज्ञकाः. तङ्गानावात्मनेपदं लस्यस्थाने ये तङ् आनः आनच् कानच् च प्रत्ययाः आयान्ति ते सर्वे आत्मनेपदी संज्ञकाः. तङ् आनच् तयोः इतरेतरद्वन्द्वः तङ्गाणौ. तङ्गाणौ प्रथमान्तम् आत्मनेपदं प्रथमान्तं द्वितदमिदं सूत्रं. लः परस्मैपदम् इत्यस्मात् लः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं लः तङ्गाणौ आत्मनेपदम्. तत्र वयं पूर्वमेव दृष्टवन्तः अष्टादश प्रत्ययानि सन्ति परस्मै नव परस्मैपदं नव आत्मनेपदम् इति. अत्र लस्यस्थाने ये प्रत्ययाः आयान्ति ते सर्वे परस्मैपदम् इति तिङ् इति तिप् एतत् तिङ् तिप् एतत् सर्वम् आगच्छति खलु, एतदेव परस्मैपदम् इति सञ्चकाः. तङ्गाणौ आत्मनेपदम् इत्युक्ते तत्र एतत् विशिष्टसूत्रमस्ति. तत्र लस्यस्थाने तङ् इति नव तः महिङ्क् पर्यन्तं प्रत्ययमागच्छति. आणः इत्युक्ते शाणच् प्रत्ययं, कानचपि अस्ति तत्र. कानच् इत्युक्ते तङ्गाणौ एव खलु भगिनि कानच् आम् ौ इत्युक्ते शानच् कानच् इति प्रत्ययद्वयं कानच् च प्रत्ययः आयान्ति. ते सर्वे आत्मनेपदीसंज्ञकाः. अनन्तरं तङ् आनच् तयोः तत्र सानच् आत्मनेपदी इति वयं पूर्वमेव दृष्टवन्तः. सानच् आत्मनेपदी आगच्छति, शत्रुपरस्मैपदी इति आगच्छति. एतत् सर्वम् इतरेतरद्वन्द्वः इति वयं दृष्टवन्तः. तङ्गाणौ इति नवपरस्मै नवे आत्मने इति तङ्गाणौ इत्युक्ते तत्र परस्मैपदी ज्ञातुम् एव शक्नुमः. तत्र तङ्गाणौ प्रथमान्तम् आत्मनेपदं प्रथमान्तं द्विपदमिदं सूत्रं. तत्र लः परस्मैपदं नवप्रत्ययाः सन्ति तत्र. इत्यस्मात् लह इत्यस्य अनुवृत्तिसूत्रम् अनुवृत्तिसहितसूत्रं लह तङ्गाणौ आत्मनेपदम् इत्युक्ते तङ् इति यस्मिन् क्षणे तत्र एतत् प्रत्ययः आगच्छति तस्मिन् क्षणे लहस्थाने तङ् इति प्रत्ययं ता ता आतां ज्ञा तास् आतां द्वम् इङ् वहि महिङ् एतत् सर्वम् आत्मनेपदि इति प्रत्ययं सन्ति तत्र. तत्र परस्मैपदि वदतु भगिनि. अत्र प्रत्ययं नव आत्मनि तत्र परस्मैपदि तङ्गाणौ इति सूत्रेण वयं परस्मैपदी इति तत्र ज्ञातुं शक्नुमः. तत्र लः परस्मैपदम् इति सामान्यसूत्रमस्ति यत्र अष्टादशानामपि ग्रहणं तङ्गानाम् आत्मनेपदम् इति विशिष्टसूत्रम् अस्ति. पाणिनिः शैली प्रथमं सामान्यसूत्रम् अनन्तरं विशेषसूत्रं विशेषसूत्रेण वयम् अवगन्तुं शक्नुमः. तत्र अष्टादशेषु नव इति आत्मनेपदसंज्ञकः इति सम्यक्. रघुपतिमहोदय. आं महोदय, द्वयोः अस्तु द्वयोः संज्ञयोः मध्ये एका एव स्यात् इति निर्धारयितुम् अकाडारवेकासंज्ञा इति सूत्रम्. अत्र लः परस्मैपदम् अपि लः तङ्गानौ आत्मनेपदम् इति अस्ति. तत्र द्वयोः लस्य स्थाने भवति इति कथं तङ्गानाम् अपि तङ् आत्मनेपदम् अथवा परस्मैपदं कथं निर्धारयितुम् अत्र सूत्रमस्ति अकाडारादेकासंज्ञा इति. अकाडारादेकासंज्ञा इत्यनेन कडाराः कर्मधारे इति सूत्रावधिं यावत् एकस्य एकैव संज्ञा भवति लः परस्मैपदं तङ्गाना आत्मनेपदं चेति सूत्रद्वयम् एतदभ्यन्तरे आयाति इति कृत्वा एकस्य परस्मैपदसंज्ञा अथवा आत्मनेपदसंज्ञा सम्भवति, द्वयमपि युगपत् न भवति इति अस्ति. अकाडाराद् एका संज्ञा कडारा कर्म अकाड इत्युक्ते कडारा यत्र अस्ति कडाराः कर्मधारे कडारात् कर्मधारये इति सूत्रावधिं यावत् कुत्र प्रारम्भं भवति भगिनि एतस्य अकडारात् एका संज्ञा एव प्रारम्भं हा अस्तु अस्तु कर्मधारे सूत्रपर्यन्तम् इति वा कडाराः कर्मधारे इति सूत्रपर्यन्तं सूत्रस्य नाम एव कडाराः. अस्तु कडाराः अस्तु. अतः अत्र ये सूत्राणि सन्ति तत् तेषां यदि यदि नाम द्वयमस्ति चेत् एक एव सम्भवति एक संज्ञा द्वयम् अस्ति चेत् एक एव भवति, द्वयमपि युगपत् न भवति इति दत्तमस्ति. युगपत् न भवति आम्. तत्र कडारः इति कर्मधारयसमासस्य विषये किञ्चित् दत्तमस्ति, परन्तु किञ्चित् जटिलमस्ति इति कृत्वा अहं न वदामि इदानीं। कडारा जैमिनी, जैमिनी कडाराः इति तत्र विशेषणरूपेण कडाराः इति पदम् आगच्छति। कडारादि इति केचन पदानि सन्ति यत् कर्मधारयसमासे आगच्छति, अतः एव अत्रापि आकडारादेका संज्ञा, आ इति अव्ययमस्ति, कडारात् पञ्चमी अन्तम् एका एव संज्ञा भवति इति, तदपि अधिकारसूत्रमेव अस्ति। आकडारादेका संज्ञा इति अधिकारसूत्रमस्ति, तस्य अवधिः इत्युक्ते तस्य सीमा, सूत्र अवधिः इत्युक्ते तस्य सीमा, बार्डर्, कडाराः कर्मधारये इति सूत्रपर्यन्तम् इत्युक्ते द्वितीय अध्यायस्य द्वितीयपादस्य अन्तपर्यन्तम्, प्रथम अध्यायस्य चतुर्थपादस्य प्रथमसूत्रम्, अनन्तरं तस्य अधिकारः प्रथम अध्यायस्य चतुर्थपादः, द्वितीय अध्यायस्य प्रथमपादः, द्वितीय अध्यायस्य द्वितीयपाद अन्तपर्यन्तं तस्य अवधिः अस्ति, तस्य सीमा अस्ति, तस्य अधिकारः अस्ति आकडारादेका संज्ञा। अतः यानि सूत्राणि तस्मिन् प्रदेशेषु आगच्छति तत्र एकः एव संज्ञा भवति, युगपत् संज्ञाद्वयं न भवति। यदा अहम् उक्तवती धातुसंज्ञा अपि भवति, अङ्गसंज्ञा अपि भवति इत्युक्ते तद् अस्मिन् अस्मिन् अस्यां सीमायां न आगच्छति। आकडारादेका संज्ञा, कडारा कर्मधारे अस्यां सीमायां तस्य तद् न आगच्छति, बहिः अस्ति, अतः एव संज्ञाद्वयं भवति। अनन्तरं मुख्यविषयम् एतदपि अस्ति, संज्ञाद्वयं कदा भवति इत्युक्ते प्रथम संज्ञायाः अपि प्रवृत्तिः इत्युक्ते यत्र लः परस्मैपदम् अष्टादश तिङ्प्रत्ययाः सन्ति, परस्मैपदीसंज्ञकः अष्टादशः अपि भवतु, अनन्तरम् आत्मनेपदीसंज्ञकः आगत्य न तङ् इत्युक्ते आत्मनेपदीसंज्ञकः इति वदति, तत्र वयं द्वितीयसूत्रम् इदानीं तस्य नामकरणं स्वीकुर्मः, तस्मिन् एव स्थले भवति, किमपि सूत्रद्वयम् इति न, प्रथमसूत्रस्यापि प्रसक्तिः भवतु, अनन्तरं द्वितीयसूत्रम् आगच्छति तस्यापि प्रसक्तिः भवतु, अनन्तरं वयं द्वितीयसंज्ञा स्वीकुर्मः। अत्र अहम् एकम् अन्यत् उदाहरणमपि वदामि, पदम् एकं स्वीकुर्मः, गच्छन् इति पदं, गकारः अकारः चकारः चकार च द्वितीय दीर्घ महाप्राणचकारः अकारः नकारः, गच्छन् इति पदं, तत्र सूत्रद्वयस्य प्रसक्तिः अत्रापि अस्ति। प्रथमं सूत्रमस्ति ह्रस्वं लघु इति, लघुसंज्ञकः, लघुसंज्ञकः किम् इत्युक्ते गकारोत्तरवर्ति अकारः, लघु इति संज्ञा भवति, ह्रस्व अस्ति, ह्रस्वस्वरः अस्ति, अत्र लघु इति संज्ञा भवति। अनन्तरम् इदानीं संयोगे गुरु इति सूत्रम् आगत्य वदति, ह्रस्वशब्दात् अग्रिमवर्णः संयोगः अस्ति चेत् तर्हि ह्रस्वशब्दस्य गुरुसंज्ञा भवति इति वदति। ह्रस्वशब्दात् अग्रिमस्वरः, अग्रिमवर्णः इत्युक्ते अकारात् अग्रिमवर्णः चकारद्वयमस्ति, मध्ये किमपि स्वरः नास्ति, संयोगः अस्ति, क्षम्यतां, चकारचकारयोः मध्ये संयोगः अस्ति। इदानीम् अकारस्य संयोगस्य पूर्वस्य अकारस्य गुरुसंज्ञा भवति, अतः संज्ञाद्वयमस्ति, लघु अपि अस्ति, गुरु अपि अस्ति, परन्तु संयोगे गुरु इति सूत्रं 1411 अग्रिमसूत्रमस्ति, अतः आकडारादेका संज्ञा इत्यस्य अधिकारे सूत्रद्वयमपि अस्ति इति कारणात् तत्र संयोगे गुरु इत्यस्य सूत्रस्य एव कार्यं, येन अकारः इदानीं गुरुसंज्ञा प्राप्नोति, गुरु इति तस्य नामकरणम्। अवगतं वा? रघुपतिमहोदय, अकारादेकसंज्ञा त्रिचत्वारिंशत् पुटसंख्या अस्ति खलु भगिनि? अकारादेकसंज्ञास्य सूत्रसंख्या वा? 1 4 1 3 4 1 त्रिचत्वारिंशत् पुस्तकमस्ति, पुस्तकमस्ति। यत् उदाहरणम् अवगतं वा यदहम् उक्तवती इदानीं? दीर्घं संयोगे गुरु इति गच्छन् पदम् एव अस्ति वा भगिनि? गच्छन् पदम् इति न, अहम् उदाहरणरूपेण उक्तवती। यत्र यत्रापि यद् यत् पदमपि स्वीकरोतु तत्र संयोगः अस्ति चेत् संयोगात् पूर्वं यद् स्वरः अस्ति तस्य दीर्घत्वं ह्रस्वशब्दस्य गुरुसंज्ञा भवति। संयोगात् पूर्वं यद् ह्रस्वशब्दः अस्ति तद् इदानीं गुरु इति संज्ञा प्राप्नोति। तदेव यद्विषयम् अत्र अहम् उक्तवती, ह्रस्वं लघु संयोगे कुरु, तदेव विषयम् एव अत्र लः परस्मैपदं तङानाम् आत्मनेपदम् इत्यस्य विषये अपि समानप्रक्रिया कार्यं समानम्। अतः एव राजेन्द्रमहोदय, स्पष्टमस्ति वा? संज्ञा एकम् एव भवति। अस्तु, श्रीवल्ली भगिनी अपि अस्ति किल, पठति वा भगिनी, पठितुं शक्नोति वा? नमस्कारः भगिनि, पठितुं न शक्नोमि। अस्तु अस्तु, नास्ति चिन्ता, नास्ति चिन्ता भगिनि। राजेन्द्रमहोदय पुनः। लघुत्वविषये अत्र प्रश्नः उदेति, एक तथा एव भगिना लघुत्वविषये अत्र प्रश्नः उदेति, एकस्य इयं संज्ञा भवतु अन्या संज्ञा न इति निर्धारयितुम् एतादृशी शैली किमर्थम्? अन्यत्र अन्या पद्धति शेषात् इत्युक्तं किल, अनुदात् नित् आत्मनि पदम्, कर्तरि अभिप्राये क्रियाफले, शेषात् कर्तरि परस्मैपदम्। अत्र शेषात् इत्यनेन ये धातवः अवशिष्यन्ते ते सर्वे परस्मैपदसंज्ञकाः इति पर्यवसितम्। अत्र एतादृशी शैली किमर्थं? प्रत्ययानां विषये च अन्या शैली किमर्थम्? अत्र प्रश्नः उदेति, यथा अकरारादेका संज्ञा सूत्रेण यथा एक संज्ञा भवति संज्ञाद्वयं न भवति, तत् कारणात् तत्र प्रश्नः उदेति, एकस्य इयं संज्ञा भवतु अन्यसंज्ञा न इति निर्धारितुम् एतादृशी शैली किमर्थं? कथम् एकामेव संज्ञा भवति, संज्ञाद्वयं न भवितुम् अर्हति, तथा कथं निर्धारितुं कुर्मः? अन्यत्र अन्या पद्धतिः शेषात् इति उक्तं किल, अनुदात् नित् आत्मनि पदम् इति सूत्राणि वयं पूर्वं पठितवन्तः, सुरत् नित् इञ्त् कर्तरि अभिप्राये क्रियाफले, शेषात् कर्तरि परस्मै पदम्। अत्र शेषात् इत्यनेन ये धातवः अवशिष्यन्ते ते सर्वे परस्मैपदसंज्ञकाः इति पर्यवसितम्। अत्र एतादृशी शैली किमर्थं? प्रत्ययानां विषये च अन्या शैली किमर्थम्? अत्र अस्मिन् सूत्रत्रयं यः आसन्, अनुदात्नित् आत्मनि पदं, स्वरनित् कर्तरभिप्राये क्रियाफले, शेषात् कर्तरि परस्मैपदम्, अत्र शेषात् पदं युक्त्वा तत्र ये सर्वे ये धातवः अवशिष्यन्ते, ये अनुदात् न सन्ति, ण्यत् न सन्ति, स्वरित् न सन्ति, ञ्यत् न सन्ति, तथा कर्तरभिप्राये अपि च क्रियाफले तत् आधारेण तस्य विभजनं भवति। तत् ततः ये शेषात् कर्तरि परस्मैपदं तादृशी संज्ञा भवन्ति, तत्र तु तथा उक्तं। परन्तु अत्र प्रत्यया कृते तत् अकडारादेशसंज्ञा तत् किञ्चित् भगिनी अत्र भवती एव वदतु, किञ्चित् सम्यक्तया न वदामि अहं। न न सम्यक् एव महोदय, किमपि नास्ति। अत्र यद् आत्मनेपदं वा उभयपदी वा परस्मैपदी इति वदामः धातोः विषये, तत्र तु एतत् आकडारादेका संज्ञा इत्यस्य वयं तु तत्र तस्य महत्त्वं किमपि नास्ति। किमर्थं तत्र शेषात् कर्तरी परस्मैपदम् इति दत्तमस्ति अत्र, परन्तु यदा लह परस्मैपदम् इति एकं सूत्रम्, अन्यत् सूत्रं शेषात् आत्मनेपदम् इति किमर्थं नास्ति इत्येव प्रश्नः। तत्र यदा वयं सूत्रसङ्ख्या पश्यामः, अनुदात्तञित आत्मनेपदम् इति प्रथम अध्यायस्य तृतीयपादस्य द्वादशसूत्रं, तत्तु आकडारादेकासंज्ञा इति सूत्रस्य अवधि सूत्र अवधिं तत्र तस्मिन् अधिकारे न आगच्छति, पूर्वमेव तद् अभवत्। तत्र किमर्थं तत्र शेषात् कर्तरी परस्मैपदम् इति अत्र दत्तमस्ति, परन्तु यदा वयम् आत्मनेपदं लह परस्मैपदं तङ्गानाम् आत्मनेपदम् इति पश्यामः प्रत्यये विषये, तत्र तु तङ्गानाम् इति दत्तमस्ति, किमर्थं लह परस्मैपदं शेषात् आत्मनेपदम् इति तत्र किमर्थं न दत्तमस्ति इत्येव प्रश्नः। विजया भगिनी उत्तरं पठतु। तत्र भगिनि अनुदात नित् आत्मनेपदम्, अनन्तरं फलित नित कर्तृभिप्राये क्रियाफले तत्र उभयपदि इति सूचितं खलु भगिनि, तत्र शेषकर्तरि परस्य एव। एतत् विषयं पुटसङ्ख्या एकचत्वारिंशत् मध्ये अस्ति खलु, द्वादश सूत्रेण अनुदात नित् आत्मनेपदम् इति अस्तु। आम् धन्यवादः। उत्तरं पठतु भगिनि। अस्तु भगिनि, उत्तरम् एवं यत् यथा सङ्गं यस्य लघुत्वं तद् अनुसृत्य शैली, अत्र धातूनां प्रसङ्गे धातवः बहुविधाः, यः कोऽपि धातुः नित् अपि नास्ति, अनुदाते इत् अपि नास्ति, नित् अपि नास्ति, फलिते इत् अपि नास्ति, सः धातुः कर्तरे चेत् परस्मैपदी एव। तर्हि धातुः उदाते इत् अस्ति चेत् परस्मैपदी, किन्तु उदाते इत् नास्ति चेदपि यदि नित् अनुदाते इत् नित् परिते इत् नास्ति तर्हि सः धातुः परस्मैपदी एव। यथा ऋषा दै, ऋषा इति उदातेत् गै इति उदातेत् न, उभयत्र परस्मैपदत्वम् इति कृत्वा शेषात् इति अनेन लघुत्वम्। अत्र परस्मैपदसंज्ञा केषाम् इति वदनार्थम् उदातेत् अथवा नित्संज्ञकः स्वरः नास्ति चेदपि तदा इत्यस्मिन् लघुत्वं नितरां नास्ति, तदर्थं शेषात् इति उक्तम्। तत्र उदातेत् पूर्वम् उत्तरम् एवं यथा यथा सङ्गं यस्य लघुत्वं तद् अनुसृत्य एव शैली आगच्छति। शैली तत्र लघुत्वम् अनुसृत्य, लघुसूत्रम् अनुसृत्य तत्र शैली इत्युक्ते तत्र कार्यमेव भवति खलु भगिनि, शैली इत्युक्ते विवक्षा अनुसृत्य कार्यं भवति तत्र, तस्य पेटर्न् पद्धतिः इति वदामः किल, पद्धतिः. अनन्तरम् अत्र धातूनां प्रसङ्गे धातवः बहुविधाः एव सन्ति. यः कोऽपि धातुः नित् अपि नास्ति, नित् अपि नास्ति, अनुदाते अपि नास्ति, नित् अपि नास्ति, परितेत् अपि नास्ति, सः धातुः कर्त्रे कर्तृते चेत् परस्मैपदि एव. तत्र उदातेत् अकारः इति भवति. अनन्तरम् उपदेशे अज अनुनासिक इति वयं पूर्वमेव दृष्टवन्तः, तदपि एतसंज्ञकः भवति, स्वरः नास्ति तत्र. दीर्घसूत्रं दीर्घसूत्रमपि नास्ति, किमर्थं चेत् तत्र लघुत्वम् अस्ति अतः एव. तर्हि धातुः उदातेत् अस्ति अस्ति चेत् परस्मैपदि, उदातेत् अस्ति चेत् तत्र परस्मै पदि. किन्तु उदातेत् नास्ति चेदपि यदि निङ् अनुदातेत् यत् त्वरितेत् इति तत्र किम् उक्तम् इति चेत् धातुः परस्मैपदि अनन्तरम् आत्मनेपदि एतत् सर्वम् अनुदाते उदातेत् इति स्वीकृत्य आगच्छति इति. तत्र ऋष्यम् इति पश्यामः चेत् तत्र अकारः चन्द्रबिन्दुः अस्ति खलु, एतत् लोपं भवति, इत् भवति, रि एव तिष्ठति. गै इति वयं स्वीकुर्मः चेत् तत्र स्वरः एव अस्ति, अन्यत्र कार्यं न कार्यं नास्ति तत्र. ऋष्या इति उदातेत् गै इति उदातेत् न, उभयत्र परस्मैपदीत्वम् इति कृत्वा शेषात् इत्यनेन लघुत्वं तत्र शेषात् कर्तृपदं लघुत्वम् अथवा दीर्घं भवति तत्र. अत्र परस्मैपदसंज्ञकः केषाम् इति वदनार्थम् उदातेत् अथवा इत् संज्ञकस्वरः एव ऋष्यम् इति वयं स्वीकुर्मः चेत् तत्र अर्धचन्द्रबिन्दुः अस्ति खलु, एतत् इति संज्ञा भवति. नास्ति चेदपि तदा इत्यस्मिन् लघुत्वं नितरं नास्ति, तदर्थं शेषात् कर्तरि इति वयं स्वीकुर्मः. एतत् सर्वं तत्र वयं किं ज्ञातुं शक्नुमः चेत् कार्यं लघुत्वम् एव, न हि न तु सूत्रं दीर्घं भवति. शेषात् कर्तरिपदं लघुत्वम् एव सूचयति तत्र, दीर्घत्वं न इति. सम्यक्, तदेव. किन्तु यत्र प्रत्ययाः सन्ति तत्र द्विविध्यम् एव, अतः किंषु अग्रे पठामि वा भगिनि? आम् आम् आम् आम् समाप्य. किंषु शेषात् आण च आत्मनेपदम् इत्यस्य अपेक्षया सङ्गाणौ आत्मनेपदम् इत्यनेन लघुत्वं. तत्र शैली द्वयम् अस्ति, यत्र यत्र लघुत्वमस्ति तत्र तत्र तादृशमेव भवति सङ्गाणौ इति. आत्मनेपदं दीर्घम् अभविष्यत् नापि, तत्र लघुत्वमेव वयं विवक्षा इति अनुसृत्य शेषात् कर्तृपदं लघुत्वमस्ति, न तु तत्र दीर्घं भवति. शैली द्वयमस्ति तत्र, यत्र यत्र लघुत्वं भवति तत्र तत्र दीर्घत्वं न पश्यामः. एतदेव तत्र अस्ति भगिनि. आं सम्यक्, तदेव. अतः एव तस्य तङ्गाणौ आत्मनेपदम् इति सूत्रमस्ति. तिङ् शेषात् आन च आत्मनेपदम् इति सूत्रं दीर्घं भवति इति कृत्वा तङ्गाणौ आत्मनेपदम् इति लघुत्वेन सूत्रं दत्तमस्ति. पूर्वस्मिन् परिच्छेदे यदा भगिनी उक्तवती, तत्र यदा वयं ऋषा इति धातुः स्वीकुर्मः चेत् तत्र वयं अनुदातः वा स्वरितः वा परस्मैपदी संज्ञकः इति कथं पश्यामः, तत्र वयं स्वरः इत्संज्ञस्वरः इत्संज्ञकस्वरः अनु दृष्ट्वा एव वयं निर्णेतुं शक्नुमः तत् अनुदातेत् अस्ति, स्वरितेत् अस्ति, उदातेत् अस्ति इति. अत्र यदा रषा इति स्वीकुर्मः चेत् तत्र तु उदात्तः उदात्तस्वरः अस्ति यस्य इत्संज्ञा भवति, अतः उदातेत् अस्ति. अनन्तरं गै इति धातुः स्वीकुर्मः चेत् तत्र तु इत्संज्ञकस्व अनुनासिकस्वरः किमपि नास्ति, अतः यदा शेषात् इति वदामः चेत् तत्र उदातेत् अपि भवतु, यत्र उदातेत् नास्ति तदपि अत्र आगच्छति, अतः कृत्वा लाघवार्थं शेषात् इति उक्तमस्ति. यत् स्वरः णित् अपि नास्ति, अनुदातेत् अपि नास्ति, णित् अपि नास्ति, स्वरितेत् अपि नास्ति, सः स्वरः परस्मैपदित्वं प्राप्नोति इति एव सूत्रं वदति. शेषात् कर्तरि परस्मैपदम् इत्यत्र तत्सर्वम् आगच्छति. तद्वयं तङानौ आत्मनेपदम् इति अस्मिन् विषये वयं तिङ्षु शेषात् आन च आत्मनेपदम् इति कुर्मः चेत् बहु दीर्घसूत्रं भवति, तत्र वयं किमपि न अवगन्तुमपि न शक्नुमः. अतः तङानौ आत्मनेपदम् इति लाघवार्थं पाणिनिना कृतम्. अस्तु, रघुपतिमहोदय पठति वा? किन्तु तत्र किन्तु यत्र पुरुषवचन अस्तु, पुरुषवचनविधिः विवक्षायां प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः, एकवचन, द्विवचन, बहुवचन च प्रत्ययाः विहिताः, सूत्राणि च इमानि. तिङस्त्रीणि त्रीणि प्रथम मध्यम उत्तमाः, तानि एकवचन, द्विवचन, बहुवचन, बहुवचनानि एकशः. युष्मद् उपपदे समानाधिकरणे स्थानिन्यपि मध्यमः, अस्मद् उत्तमः, शेषे प्रथमः. यदि वक्तुः इच्छा अस्ति भूधातुः प्रथमपुरुषस्य एकवचने, तर्हि तिप्रत्ययः विहितः, भूयोगः तिप्. यदि वक्तुः इच्छा अस्ति वृत् आत्मनेपदिधातु वर्तते लिटि लटि सोरि लट्लकारे, उत्तमपुरुषस्य द्विवचने तर्हि वहि प्रत्ययः विहितः, वृत् योगः वहि. यः कोऽपि लकारः भवतु नाम प्रत्ययः एते एव अष्टादशः, अतः यद्यपि वक्तुः इच्छाम् अनुसृत्य दशानां लकाराणां भेदाः सन्ति एव आरम्भे लट् लोट् लङ् इत्यादिकं, परन्तु इदानीम् अभेदः एव दृश्यते. भूयोग लट्, भूयोग तिप्, भूयोग लङ्, भूयोग तिप्, भूयोग लिट्, भूयोग तिप्. अत्र पुरुषपि वचनस्य कथं भवति इति तेषां सूत्राणि दत्तमस्ति. तिङ्गस्त्रीणि त्रीणि प्रथम मध्यम उत्तम, प्रथम त्रयः प्रथम मध्यम उत्तम इति अवगन्तव्यम्. तानि त्रीणि प्रथम अस्तु, कथम् एतस्य सूत्रस्य एप्लिकेबिलिटि भवति? तिङ्गः इत्युक्ते तिप्तस्ति, ओके, तिप्तस्ति इति प्रथमा भवति, ओके, सिप्त, ओके, अस्तु, एतदेव प्रकारेण तिप् सिप् अस्तु अस्तु तिप् सिप् मिप् अस्तु अस्तु तिप् प्रथमा भवति कथम् एतत् तिङ्गस्त्रीणि त्रीणि प्रथमा त्रीणि त्रीणि इति दत्तमस्ति किल विभजनं भवति तस्य विभजनं भवति त्रीणि त्रीणि त्रीणि इति हारिजाण्टल् त्रीणि हारिजाण्टल् त्रीणि वर्टिकल् त्रीणि कथं हारिजाण्टल् त्रीणि इति अवगन्तुं शक्नुमः तत्र अस्माकं सूत्रं पूर्णतया वयं पठामः चेत् तत्र वयं तदा अस्ति अस्तु अस्तु अस्तु अस्तु अस्तु तानि एकवचनं द्विवचन बहुवचन अस्ति एकैक बहुवचनानि एकशः युष्मदुपपदे समानाधिकरणे स्थानन्यपि मध्यमः उपपदे अस्तु उपपदे समानाधिकरणे अस्तु यदा गच्छसि इति भवति तत्र समानाधिकरणं भवति युष्मत् तानिनपि मध्यमः तत्र मध्यमं भवति त्वं युवां युवां यूयम् इति मध्यमः मध्यमपुरुषः इति युष्मद् उपपदे समानाधिकरणे स्थानीनि अपि मध्यमः उपपदे इत्युक्ते अत्र स्थानानि अपि इति तत्र बहु किमपि अस्ति महोदय अहं किञ्चित् परिचितरूपेण एव वदामि उपपदे समानाधिकरणं भवतु स्थानानि अपि इति बहु किमपि अस्ति अहं युष्मद् मध्यमः तस्य एव विवरणं दत्तवती यदा त्वं युवां यूयं मध्यमपुरुषः इति अस्तु अस्तु अनन्तरम् अस्मद् अस्मद् उत्तमः अस्मद् मिप् वस्महि तत्र उत्तमः शेषे प्रथमः तिप् तजीति प्रथमः इति तत्रापि पश्यतु यदा आकडारादेका संज्ञा इत्यस्य अधिकारे अस्ति वा इति आकडारादेका संज्ञा एकनिमिषम् वन् फोर् एकसंज्ञा एकड वन् फोर् नैन् अस्ति अस्ति अस्ति अत्र अस्ति किल अतः प्रथमं तिङ्गस्त्रीणि त्रीणि प्रथमा मध्यमा उत्तमा इति सामान्यसूत्रम् अतः हरिजाण्टलि वर्टिकलि प्रथमा मध्यमा उत्तमा इति आगच्छति प्रथमम् अनन्तरं तानि एकवचन द्विवचन बहुवचन अन्ये एकशः इति वचनं वचनमपि आगच्छति तदपि सामान्यसूत्रम् अनन्तरमेव युष्मत्पदे समानाधिकरणे स्थानीयान् अपि मध्यमः स्थानानि अपि मध्यमः इति सूत्रेण इदानीं मध्यमपुरुषस्य विवरणम् आकडारादेका संज्ञा अतः एकः एव संज्ञा मध्यमपुरुषः अनन्तरम् अस्मद् उत्तमः अतः उत्तमपुरुषः अहम् आवां वयम् उत्तमपुरुषस्य संज्ञा इदानीं प्राप्नोति किम् अस्ति शेषः प्रसहतौ एव किमपि तदेव प्रथमपुरुषः इति एका संज्ञा अतः प्रथमं कान् समान सामान्यसूत्रम् अनन्तरं विशेषसूत्रम् वचनस्य विषये किमपि अन्यद् विशेषणं किमपि नास्ति अतः एकः एव सूत्रम् एकमेव सूत्रं वदतु महोदय अस्तु अनन्तरम् अत्र प्रथमं तु अभेदः अस्ति किमपि कस्यापि क्षम्यतां लकार किमपि लकारः कमपि भवतु तत्र प्रथमं तु एक एव भेदः नास्ति तदनन्तरमेव तस्य स्थाने किमपि अन्य प्रत्ययन्ति प्रथमं तु लट् लकारे अपि भूधातु भूयोग लट् अपि तिप् भवति लङ्लकारे अपि तिप् भवति लिट् लकारे अपि तिप् भवति इति इति दत्तमस्ति अतः प्रथमं भेदः लट् लङ् लिट् इति अनन्तरं यदपि लस्य स्थाने लादेशः इति उक्तवन्तः किल लकारस्य स्थाने यत्किमपि भवतु तिप् एव आगच्छति, मूलप्रत्ययः एव आगच्छति, अनन्तरमेव तस्य आदेशः मूलप्रत्ययात् सिद्धप्रत्ययः वयं साधयामः. तदेव दत्तमस्ति अत्र. सम्यक्. आम् राजेन्द्रमहोदय. तिङ् प्रत्ययानां सिद्धिः ल अधिकारे, ल अधिकारे तृतीय अध्याये चतुर्थपादे अष्टसप्ततितः तृतीय अध्याये चतुर्थपादे द्वादश अधिक एकशततम सूत्रपर्यन्तम्, अपि च प्रत्यय आदेशे सप्तम अध्याये प्रथमपादे प्रथमं सूत्रं तः सूत्रात् सप्तमध्याये प्रथमपादे नवचत्वारिंशत् तिङ् प्रत्ययाः सिद्धाः भवन्ति. एभिः सूत्रैः मूलाः तिङ्प्रत्ययाः, ये दशानां लकाराणां कृते समानाः, विभिन्नानि रूपाणि स्वीकृत्य लट् लोट् लङ् इत्यादीनां लकाराणां सिद्धाः तिङ् प्रत्ययः भवन्ति. यथा तिप् लटिति लोटितु तात् लङित् त इत्यादिकं भवति. अतः अत्र पुनः भेदः आयाति. तिङ् प्रत्ययानां सिद्धि अत्र तु ला अधिकारे यथा तस् सूत्रस्य अधिकारक्षेत्रम् अस्ति अष्टसप्ततिसूत्रात् द्वादश अधिक एकशततम सूत्रपर्यन्तं तृतीय अध्याये चतुर्थपादे, अपि या प्रत्यया आदेशे यः सप्तम अध्याये प्रथमपादे प्रथमसूत्रं सूत्रात् तत्र सप्तम अध्याये प्रथमपादे नवचत्वारिंशत् सूत्र पर्यन्तं तत् तिङ् प्रत्ययाः सिद्धाः भवन्ति. तानि सूत्राणि प्रयुज्य तत् प्रयुज्य तत् तिङ् प्रत्ययाः सिद्धाः भवन्ति. एभिः सूत्रैः मूला तिङ् सर्वेषां कृते मूलप्रत्ययः तिङ् प्रत्ययः एव अस्ति, ये दशानां लकाराणां कृते समानाः. विभिन्नानि रूपाणि स्वीकृत्य लट् लोट् लङ् इत्यादीनि लकाराणां सिद्धाः. तदनन्तरं तत् विभिन्नानि रूपाणि स्वीकृत्य तत् लट् लोट् लङ् इत्यादीनि लकाराणां कृते सिद्धाः तिङ् प्रत्ययाः भवन्ति. यथा लटि ति अस्ति, तिङ् तिप् अस्ति, तत् लटि ति अस्ति, लोटि तु अथवा तात्, अपि च लङि त् इत्यादिकं भवति. मूले तु एकमेव प्रत्ययः आसीत्, परन्तु लकाराणाम् अनुसृत्य तत्र भिन्नभिन्नरूपाणि तत् भवन्ति, ये सूत्राणि प्रयुज्य. अतः अत्र पुनः भेदः आयाति तत्र. यथा सिद्ध प्रत्ययः योजनीयः तथा तत्र भेदः आयाति विवक्षानुसारं. यत्किमपि लट् लटि लोटि लङि लोटि यत्किमपि अस्माकं विवक्षा अस्ति तत् अनुसृत्य तत् पुनः भेदः आयाति तत्. सत्यम्. अस्तु, तत्र रघुपतिमहोदय, भवतः प्रश्नस्य उत्तरं युष्मद् उपपदे समानाधिकरणे स्थानानि अपि मध्यमः इति. तत्र उपपदे इति वयम् उपपदम् इति पठितवन्तः किल, नमस्वाहा स्वस्ति इति चतुर्थी विभक्तिः विना तदेव उपपदम्. अत्र उदाहरणमपि दत्तमस्ति, त्वं पठसि इति वाक्यं, तत्र त्वम् अनन्तरं पठसि, तत्र द्वयोः अपि पठसि इत्युक्ते त्वमेव कर्तुः एव निर्देशः. अतः तत्र युष्मत् उपपदस्य लकारस्य च समानाधिकरण्यम् अस्ति. समानाधिकरणं त्वम् अपि पठसि, त्वम् इत्युक्ते पट् धातोः सि एव प्रत्ययः आगच्छति, पठसि. यदा वयं पठसि इति धातुः स्वीकुर्मः, त्वम् इति न स्थापयामः चेदपि वयम् अवगन्तुं शक्नुमः त्वम् एव इति. अतः समानाधिकरण्यम् अस्ति इति. अतः तत्र मध्यमपुरुषस्य प्रत्ययस्य प्रयोगः इत्येव एतत् सूत्रं वदति. इतोपि विषयाः सन्ति, अहं किञ्चित् संक्षिप्तरूपेण उक्तवती. तदेव इदानीं तदेव पर्याप्तम्, अग्रे वयं पूर्णतया पठिष्यामः. अतः एतत् दीर्घसूत्र अस्ति. किमर्थम् अस्मदुत्तम इति युष्मद् मध्यम इति किमर्थं न भवति इति किमपि अन्यत् प्रायः तस्य अनुवृत्तिः तत्र आगच्छति, समानाधिकरणं तत्रापि आगच्छति. किमर्थम् इत्युक्ते पठामि इति वदामः चेत् तत्रापि समानाधिकरणीयम् अस्ति किल. आमामाम् तत्रापि एतत् प्रायः तत्र अनुवृत्तिरूपेण समानाधिकरणं स्थानानि अपि इति प्रायः तत्रापि आगच्छति. अस्तु अस्तु तदेव सम्यक्. विद्या भगिनि अस्ति भगिनि. इयं पाणिनेः शैली प्रथमं सर्वे समानाः इति वदति. तस्मात् पूर्वम् एकं वाक्यमस्ति भगिनि, क्षम्यताम्, तस्मात् पूर्वम् एकम् आरम्भे सार्वधातुकप्रत्ययाः आर्धधातुकप्रत्ययाः सार्वधातुकप्रत्ययाः आर्धधातुकप्रत्ययाः च आरम्भे एते सर्वे तिङ् प्रत्ययाः तिङ्क्षित् सार्वधातुकम् इति अनेन सार्वधातुकसंयुक्ताः भवति. पूर्वं वयं दृष्टवन्तः एव तिङ्क्षित् इति तिङ्क्षित् सार्वधातुकम् एते सर्वं तिङ् प्रत्ययाः. तिङ् प्रत्ययाः वयं इति क्रियापदं सूचितं विषयेण तिङ् प्रत्ययम् उपयोगं कुर्मः. अनन्तरं लाशादेशः इति लकारविषये वयं दृष्टवन्तः. किञ्चित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञकाः भवति तत्र. इयं पाणिनेः शैली प्रथमं सर्वे समानाः इति वदति सः. तदा अन्यसूत्रेण अपवादः उक्तः, येन भिद्यन्ते. प्रथमतया सामान्यं दीयते, तथा विशेषः. परस्मैपदम् आत्मनेपदम् अपि तथा, सार्वधातुकम् आर्धधातुकम् अपि तथा. अन्यत् उदाहरणं कर्तरि शप् इत्यनेन सर्वेभ्यः धातुभ्यः शपः. तथा अपवादत्वेन गणम् अनुसृत्य विभिन्नाः विकरणप्रत्ययाः विहिताः. द्वादिभ्यः षन् स्वादिभ्यः द्वादिगणे षन् धन् स्वादिभ्यः ष्णु इत्यादयः. इयं पाणिनेः शैली प्रथमं सर्वे समानाः इति वदति सः. तदा अन्यसूत्रेण भिन्नैः सूत्रैः अपवादः उक्तः, भिन्नैः सूत्रैः एव तत्र अपवादः इति उक्तः. येन भिद्यन्ते, प्रथमतया सामान्यं दीयते, तदा विशेषः. सामान्यरूपेण तत्र आगच्छति, अनन्तरमेव विशिष्टसूत्रेण दत्तवन्तः. परस्मै पदम् आत्मनेपदमपि अष्टादश तिङ् प्रत्यये परस्मैपदं नव आत्मनेपदं नव इति वयं पूर्वमेव दृष्टवन्तः. अनन्तरं सार्वधातुकम् एतत् अनुसृत्य एव सार्वधातुकम् आर्धधातुकम् इति आगच्छति. उदाहरणं कर्तरि शप् तत्र इत्यनेन सर्वेभ्यः धातुभ्यः शपः. तत्र सुगादिगणे एव कणादिगणे एव उः इति आगच्छति, परन्तु अन्यत्र शपः इति कार्यमेव करोति. अपवादत्वेन तत्र गणम् अनुसृत्य एव विभिन्नाः वितरणप्रत्ययाः विहिताः. वयं प्रथमवर्गे एव दृष्टवन्तः वितरणप्रत्ययाः कुत्र कुत्र आगच्छति, गणम् अनुसृत्य एव आगच्छति इति वयं पूर्वमेव दृष्टवन्तः. उदाहरणतया तत्र द्वादिभ्यः षण् अनन्तरं स्वादिभ्यः स्नु इति आगच्छति. पूर्वं परस्मैपदीरूपेण एव अनन्तरमेव आत्मनेपदी आगच्छति. एवमेव तत्र सार्वधातुकम् आर्धधातुकम् इति कार्यं करोति. आत्मनेम तत्र तावदेव खलु भगिनि? आं तावदेव. अग्रिम एकं वाक्यम् अस्ति किल, तदपि समापयतु भगिनि. एवं चेत् तत्रस्य कर्तरि शप् इत्यस्य सर्वेषां लकाराणां कृते प्रसक्तिः भविष्यति. कर्तरि शप् धातुतेः शप् प्रत्ययः भवति, कर्तृत्वः सार्वधातुकप्रत्यये परे. अनुवृत्तिसूत्रसहितं धातोः शप् प्रत्ययः परः च कर्तरि सार्वधातुके. तत्र आरम्भे एते सर्वे तिङ् प्रत्ययाः तिङ् निश्चित्य सार्वधातुकम् इति वयं सार्वधातुकसंज्ञकः भवति इति वयं पूर्वं दृष्टवन्तः. अत्रापि लः परस्मैपदी इति सूत्रेण सर्वेषां नाम अपि तथा नाम वयं ज्ञातुं शक्नुमः. परन्तु एतत् कर्तृषप् इति कर्मणि प्रयोगे भावप्रयोगे न कर्तुं शक्नुमः. एतत्तु भिन्नविषयः. धातोः शाप् प्रत्ययः परः च कर्तरि सार्वधातुके इति आगच्छति. भ्वादिगणे तत्र त्यक्तवन्तः, भ्वादिगणे अपि शाप् अस्ति. अदादि पठितुं शक्नोति वा? आं सूत्राणि समापयतु. सूत्रम् अदि प्रवृत्तिभ्यः शपः, तत्र लोपः अस्ति, आ एव तिष्ठति. विकोत्यादिभिः अपि स्नुः शपः लोपः. द्वादिभ्यः श्यन् स्वादिभ्यः स्नु, हृदादिभ्यः शः, हृदादिभ्यः श्यं स्नम्, तनादि कुञ्चिभ्यः तत्र उः कुञ्चिभ्यः उः, क्रियादिभ्यः स्ना. अनन्तरं तत्र सुरादिगणे अपि अस्ति. एतत् वयं पूर्वमेव दृष्टवन्तः. तत्र सर्वेषां लकाराणाम् अनुबन्धलोपानमन्तरमेव ल एव अवशिष्यति. लट् लोट् लङ् एतत् सर्वं ल एव अवशिष्यति. टकारः इत् भवति, अनन्तरं लोट् मध्ये टकारः इत् भवति, लङ् मध्ये उङ् इति भवति. लास्ट् पाणि तिपिर तत्र अस्ति. अत्र एव तावदेव भगिनी, तत्र तावदेव. आं सम्यक् सम्यक्. अत्र कर्तरीषप् इति सर्वेषु गणेषु कर्तरीषप् एव प्रथमम् आगच्छति. तत् प्रबाद्य एव अधिप्रभृतिभ्यः शपः इति अदादिगणे, ज्योत्यादिगणे, दिवादिगणे इति अनन्तरमेव आगच्छति. इत्येव सारांशः अत्र. अतः मनसि भवेत् सर्वदा कर्तरी शप् सर्वेषाणां लकाराणां कृते तस्य प्रसक्तिः भविष्यति. कर्त्रार्थे तद् मुख्यमस्ति. कर्मण्यार्थे वा भावार्थे वा कर्तरी शप् न आगच्छति. कर्त्रार्थे सार्वधातुकप्रत्यये परे कर्तरी शप् इति सूत्रेण शप् इति विकरणप्रत्ययः विहितः भवति. प्रथमं यदा पाणिनेः शैलिः प्रथमं समानम् अनन्तरं विशिष्टम् अपवादः. अतः कर्तरीषप् इति यदा वयम् अदादिगणे स्वीकुर्मः चेदपि प्रथमं कर्तरीषप् आगच्छति. तद् प्रबाद्य अधिप्रभृतिभ्यः शपः इति सूत्रेण शपस्य लुक् भवति. शप् इति धातोः क्षम्यतां प्रत्ययस्य विकर्णप्रत्ययस्य लुक् भवति. अतः तत्र कर्तरी शप् इति बहु मुख्यसूत्रमस्ति. तत् कर्त्रार्थे सार्वधातुकप्रत्यये परे विहितः भवति सर्वेषु स्थलेषु यत्र यत्र सार्वधातुकप्रत्ययः परः अस्ति तत्र तत्र तत्र तावदेव चुरादिगणे सूत्रं भिन्नं आगच्छति स्वार्थे निच्य अय कारयति लेखयति एतत् सर्वम् अय इति रूपेण विकरणप्रत्ययम् आगच्छति अतः तत्र भिन्नरूपम् इति अतः तत्र त्यक्तवन्तः आम् आं तद् न दत्तमस्ति तद् भिन्नसूत्रमस्ति कार्याणि अपि भिन्नमस्ति तत् कार्याणि अपि भिन्नानि अस्ति अतः तत्र न तदेव तत्र न दत्तम् सम्यक् रघुपतिमहोदय अत्रापि अत्र अस्ति महत्त्वपूर्णबिन्दुः सर्वे सिद्धाः तिङ्प्रत्ययाः सार्वधातुकाः भवन्ति चेत् तर्हि कर्तर्थे सर्वेषु लकारेषु कर्तरीषप् इत्यस्य प्रसक्तिः अस्तु एवं चेत् गणभेदः भविष्यति सर्वेषु लकारेषु परन्तु यत्तथा नास्ति चतुर्षि एव लकारेषु गणीयभेदः दृश्यते लटि लोटि लङ्गि विधिलिङ्गि षट्सु लकारेषु गणीयभेदः नास्ति लिटि दृटि लिङ्गि लुटि लुङ्गि आशिलिङ्गि च अतः कथञ्चित् येषां लकाराणां सिद्धप्रत्ययः सार्वधातुकः न स्युः पाणिनिः येषां लकाराणां सिद्धप्रत्ययानाम् आर्धात्मकत्वं साधयति मार्गद्वयेन इति अस्तु अत्र कर्तरीषप् इति कर्तरीषप् अपि च अन्य विकरणप्रत्ययाः आयान्ति यदि एतत् भवति चेत् सर्वेषां गणमनुसृत्य भेदः भवति परन्तु तथा नास्ति इति दत्तमस्ति केवलं चतुर्षु लकारेषु एव भेदः भवति लट् लोट् लङ् विधिलिङ् अन्य षट् लकारे षट्सु लकारेषु गणीयभेदः नास्ति किमर्थ कथम् इति चेत् पाणिनि तेषाम् आर्धधातुकत्वं तत्र आर्धधातुकत्वस्य लक्षणमस्ति अतः तेषां रूपाणि भिन्ना अस्ति लट् लोट् लिङ् लट् लोट् लङ् विधिलिङ् विहाय अन्य षट् लकारेषु भेदः अन्यलकाराः आर्धातुकलकाराः कथं सिद्ध्यति इति अग्रे दत्तमस्ति अग्रे पठामि वा आम् एकनिमिषं तत्र प्रथमम् अस्ति सार्वधातुकः तिङ्प्रत्ययः सार्वधातुकः अस्ति चेत् तत्र कर्तरीषप् आगच्छति तत् सर्वदा स्मर्तव्यं कर्तरीषप् आगच्छति तद् सार्वधातुकः प्रत्ययाः अस्ति चेत् तत्र गणीयभेदः अपि भवति गणीयभेदः इति चिन्तनम् अस्ति चेदेव कर्तरीषप् वयम् आनयामः यदा आर्धधातुकप्रत्ययः अस्ति चेत् तत्र तु गणीयचिन्तनं नास्ति इडागमविचारः एव तत्र तु कर्तरीषप् तत्र कार्यं न कुर्यात् इति सर्वदा स्मर्तव्यं लिटि लुटि लङ्गि लृटि लुङ्गि आशीर्लिङ्गि कर्तरीषप् इत्यस्य कार्यं न भवति किमर्थम् इति अग्रे दत्तमस्ति परन्तु तद् मनसि भवेत् कर्तरीषप् इत्यस्य कार्यं तत्र नास्ति इति अवगतं किल आं भगिनि महोदय हेच् इति भागः प्रथमपरिच्छेदं पठतु महोदय अस्तु सार्वधातुकलकाराः आर्धधातुकलकाराः च अत्र कश्चन सिद्धान्तः अवगन्तव्यः धातुना यः प्रत्ययः साक्षात् पुरतः दृश्यते तस्य प्रत्ययस्य स्वभावानुगुणं कार्यं भविष्यति सः प्रत्ययः सार्वधातुकश्चेत् तर्हि कर्तृत्वे इत्युक्ते कर्तरिप्रयोगे कर्तरि शप् इत्यनेन शप् विकरणप्रत्ययः विहितः भवति धातो तिङ् प्रत्ययोः मध्ये. सः प्रत्ययः आर्धवर्धकश्चेत् तर्हि कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति एव, अपि तु इडागमविचारः विहितः. अतः अस्माकं चिन्तनम् इदानीम् इदं धातोः साक्षात् पुरतः यः प्रत्ययः अस्ति तस्य स्वभावः कः इति. धातुना यः प्रत्ययः साक्षात् पुरतः दृश्यते तस्य प्रत्ययस्य स्वभावानुगुणं कार्यं भविष्यति इति अस्ति. यदा प्रत्ययः सार्वधातुकश्चेत् कर्तरि शप् इति सूत्रेण शप् विकरणप्रत्ययः भवति धातु तिङ्प्रत्ययोः मध्ये. आर्धधातुकश्चेत् कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति एव, तत्र इडागमविचारः वयं पूर्वं तेषां किञ्चित् पठितवन्तः. अतः अस्माकं चिन्तनम् इदानीम् इदं धातोः साक्षात् पुरतः यः प्रत्ययः अस्ति तस्य स्वभावः कः इति. साक्षात् पुरतः इत्युक्ते किम् इति अवगच्छति? साक्षात् पुरतः इत्युक्ते प्रथमं तत्र धातो लकारः अस्ति, तस्य स्थाने तिङ्प्रत्ययः वा किमपि, यदि तिङ्प्रत्ययः साक्षात् अस्ति चेत् ते सार्वधातुकाः, यदि किमपि मध्ये अन्यप्रत्ययः भवति चेत् साक्षात् न धातुः धातुना धातोः दर्शनं न भवति तिङ्प्रत्ययस्य. अतः मध्ये किमपि अन्यप्रत्ययः आगच्छति. परन्तु भगिनी अत्र मम प्रश्नः अस्ति, विकरणप्रत्ययः प्रत्ययः नास्ति वा, प्रत्ययसंज्ञा नास्ति वा तत्र विकरणप्रत्ययः आयाति? प्रत्ययः एव. परन्तु यदा एकम् उदाहरणं स्वीकुर्मः, भू इति धातुः, भूयोगः अस्माकं विवक्षा लट्, भूयोगः लट्, इदानीं टकारस्य संज्ञा भूयोगः ल, लस्य स्थाने तिप् इति आनयामः, भूयोगः तिप् इति. भू इति धातुना कः प्रत्ययः दृश्यते साक्षात् पुरतः? किम् अस्ति इदानीं? तिप् अस्ति. अतः तिप् इति कर्त्रार्थप्रत्ययः, कर्त्रार्थे अस्ति वा, कर्तरिप्रयोगे अस्ति वा? आम् आम्, कर्तरि कर्त्रार्थे शप् भवति अनन्तरं. अनन्तरं सार्वधातुकप्रत्ययः अस्ति वा? तिंशित् सार्वधातुकः. तिंशित्, आम् आम्, तिंशित् सार्वधातुकम् अस्ति. अतः इदानीं कर्त्रार्थे अस्ति, सार्वधातुकप्रत्ययः सार्वधातुकसंज्ञकप्रत्ययः अस्ति इति कारणात् इदानीमेव शप् आगच्छति. भूयोगः शप् योगः ति. अतः कर्तरि शप् इत्यनेन तिप् कीदृशप्रत्ययः, तस्य स्वभावः कः इति वयं परिशीलनीयं. प्रथमं यदा भूयोगः लट् इत्यस्य स्थाने भूयोगः लृट् इति भवति, भविष्यत्कालः भवति चेत् तत्र अनन्तरम् अन्यत् सूत्रेण स्य इति प्रत्ययः प्रथममेव आगच्छति. भूयोगः स्यायोगः लृट् इति भवति, अनन्तरमेव लृट् स्थाने तिप् आगच्छति. अतः साक्षात् न दृश्यते किल, साक्षात् पुरतः किम् अस्ति? स्य एव अस्ति. अतः कर्तरि शप् कर्त्रार्थे एव, लृट् अपि कर्त्रार्थे एव, परन्तु स्य इति सार्वधातुकप्रत्ययः नास्ति, अर्धधातुकः. तिङ्प्रत्यययोजनस्य पूर्वमेव यत्र आयाति तदा एव तस्य रूपं सार्वधातुक अर्धातुक एव तत्र भेदः भवति. सम्यक्. आम्, अन्यस्थाने तिप् आगच्छति, नन्तरमेव विकरणप्रत्यय आगच्छति. आम्, कर्त्रार्थे भवतु, अनन्तरम् आर्ध सार्वधातुकप्रत्ययः भवति चेदेव शप् इति विकर्णप्रत्ययः. कर्तरि. अनन्तरं तस्य तत्प्रबाद्य किमपि विवादिभ्यः श्यान् वा स्वादिभ्यः श्नु वा इति अग्रिमसोपानं. कर्तरीश सर्वदा आगच्छति कर्तरार्थे सार्वधातुकप्रत्यये परे. कर्मण्यार्थे अस्ति चेत् भिन्नप्रक्रिया, तत्रापि यक् इति अन्यत् विकरणप्रत्ययः आगच्छति. अतः तत्र गणीयभेदः नास्ति, तत्र भिन्नप्रक्रिया एव भिन्ना. अत्र आर्धातुकः भवति वा तत्र? आम्, तत्र आर्धधातुकः. अन्य अन्यकार्याणि अपि भवति. भू भवति इति कर्तरार्थे, तत्र भूयते इति भवति किल, यकारः मध्ये आगच्छति. तत्र इडागमविचारः नास्ति वा तत्र? इडागमविचारः प्रायः नास्ति. पट्टत्ते पट् धातुः किं भवति? पठ्यते इति भवति. आर्धातुकः तत्र नास्ति किल. पठिष्यति इति एव भवति किल अस्माकं. तत्र यकार अस्ति, कित् अस्ति वा तत्? अतः एव तत्र आर्धधातुकस्य इड् वलादेः इति सूत्रः. यकारः वलादिप्रत्यये अस्ति वा इति. वलादि प्रायः भवति. वलादि नास्ति. अस्तु अस्तु. अतः तत्र प्रक्रिया एव भिन्ना अस्ति, तत्र एतादृशसोपानं तत्र न आगच्छति. तत्र भिन्नप्रक्रिया. इदानीं गुणा भवति वा तत्र? लिक् धातु अस्ति, लिख्यते लेख्यते वा भवति तत्र? न, तत्र गुणः शप् कारणेन न भवति. इति भिन्न भिन्नचिन्तनं. सार्वधातुकस्य कारणेन लिख्यते एव किल, लेख्यते इति नास्ति किल, लिख्यते एव. अस्तु, तत्र न, तत्र कार्याणि एव भिन्नकार्याणि. भिन्नकार्याणि न. आर्धातुक सार्धातुकयोः इति सूत्रेण उपादायं पुगत्र भवति, भिन्न भवति वा गुण भवति वा न भवति किम् अन्यसूत्रमस्ति? आम्, परन्तु यक् प्रत्ययस्य विषये इतोपि किञ्चित् चिन्तनम् आवश्यकं महोदय. तत्र अर्धधातुकसंज्ञकः वा, तत्र कीदृशकार्याणि, किमर्थं न भवति इति, तत्र प्रक्रिया अपवादः अस्ति. अस्तु, प्रायः वयमपि सार्वधातुकः एव इदानीं पर्यन्तं पठितवन्तः. अर्धधातुकस्य विषये वयम् आरब्धम् एव न कृतवन्तः. अहमपि न जानामि, पठित्वा वदामि. किमर्थम् इति चेत् वयं कुत्र किञ्चित् किञ्चित् पठितवन्तः अर्धधातुक अपि गुणस्य कार्यम् इति तत्र. सार्वधातु प्रत्ययस्य कारणेन प्रायः न भवति, अन्यत् किमपि कारणेन भवितुम् अर्हति. अहं किञ्चित् पठित्वा वदामि. केवलं आमाम् अहम् अवगच्छामि, जिज्ञासा भवति एव सर्वदा. आम्, सम्यक् एव. अस्तु, राजेन्द्रमहोदय अग्रिमपरिचयम्. आं भगिनि, दशु लकारेषु चतुर्णां लकाराणां कृते धातूना साक्षात् सारुधातुः तिङ् प्रत्ययः दृश्यते. ते च चत्वारः लकाराः के? लट् लोट् लङ् विधिलिङ्. पुनः स्मर्यतां यत् तिंक्षित् सार्वधातुकम् इत्यनेन सर्वे अष्टादश तिङ्प्रत्ययाः सार्वधातुसंज्ञकाः सन्ति एव. अतः प्रत्ययस्य सार्वधातुकत्वं सामान्यं नाम डिफाल्ट्. अग्रे इतोपि किमपि न क्रियते चेत् सर्वेषां लकाराणाम् एषा एव स्थितिः भविष्यति. उदाहरणमपि पठतु महोदय. आम् भगिनि, उदाहरणमस्ति किल, तदपि पठतु, पठित्वा प्रतिपादय. यथा लट् लकारः, आप् योग लट् आप् योग ल आप् योग तिप् तत्र कर्तरि शप् तदा तत् प्रभादि स्वादिभ्यः शृणु. यथा आप् स्वादिगणे अस्ति, स्वादिभ्यः शृणुः आप् योग शृणु योगति. अनुबन्धलोप अनन्तरम् आप् योगनु योगति, आप्नु इति अङ्गं योगति. सार्वधातुक अर्धधातुकयोः इत्यनेन एकः गुणः भवति, आप्नो योगति. वर्णमेलनानन्तरम् आप्नोति. परन्तु षण्णां लकाराणाम् आर्धधातुत्वं वर्तते इत्युक्ते कर्तरि अर्थे अपि शप् विकरणप्रत्ययः नैव विहितः। एतत् कथं सम्भवति, कथम् एतादृशी स्थितिः निष्पद्यते? पाणिनिः येषां षण्णां लकाराणां सिद्धः सिद्धप्रत्ययानाम् आर्धधातुकत्वं साधयति मार्गद्वयेन। अत्र दस्यु लकारेषु यत् धातूनां साक्षात् सार्वधातु तिङ् प्रत्ययः दृश्यते ते चत्वारः लकाराः एव सन्ति, यत्र यत्र तिङ् प्रत्ययः साक्षात् दृश्यते लट् लोट् लङ् विधिलिङ्। अत्र तिङ्क्षित् सार्वधातुकम् इत्यनेन सर्वे अष्टादश ये तिङ् प्रत्ययाः सन्ति तेषां सार्वधातुसंज्ञकः एव, ते सर्वे सार्वधातुसंज्ञकः एव सन्ति, अतः प्रत्ययस्य सार्वधातुकत्वं सामान्यं। यत् ये तिङ्क्षित् ये तिङन्त ये प्रत्ययाः सन्ति तेषां कृते सार्वधातुकत्वं सामान्यम् एव अस्ति डिफाल्ट् रूपेण। अग्रे इतोपि किमपि न क्रियते चेत् सर्वेषां लकाराणाम् एषा एव स्थितिः भविष्यति। उदाहरणत्वेन यत् आप् धातुः स्वीकुर्मः स्वादिगणे अस्ति, तत्र प्रथमं लट् लकारः लट् आगच्छति, तदा अनन्तरं लस्य सूत्रेण ला अधिकारः अस्ति, आप् आप् योग ल, ततः तत्र तिङ्प्रत्यय आदेशः भवति आप् योग तिप्। इदानीं तु कर्तरि शप् सूत्रेण तं प्रभाद्य स्वादिभ्यः शृणुः, यथा आप् स्वादिगणे अस्ति तत् स्वादिभ्यः शृणुः, आप् योग शृणु योग ति, अत्र अनुबन्धलोपानन्तरं शकारस्य लोपः भवति, लोपः भवति, नु एव अवशिष्यते, आप् योग नु योग ति, आप्नु आप्नु अङ्गम् अस्ति, अनन्तरं योगः ति प्रत्ययः, तत् सार्वधातुक आर्धधातुक्योः सूत्रेण तत् गुणः भवति, यथा उकारात् धातुः अस्ति अत्र अस्ति धातुः, तत् गुणः भवति उकारस्य ओकारः भवति, आप्नो योगति आप् आप्नोति वर्णमेलनं भूत्वा आप्नोति निष्पन्नं भवति। परन्तु षण्णां यथा अन्य षट् लकारः अस्ति लकारं तत् आर्धधातुकम् एव आर्धधातुकं वर्तते इत्युक्ते कर्तरे अर्थे अपि शप् विकरणप्रत्ययः नैव विहितः, यथा तत्र साक्षात् तिङ्प्रत्ययः न अस्ति ते आर्धधातुक लकाराः सन्ति तेषां कृते तत्र विकरणप्रत्ययः न विहितः। एतत् कथं सम्भवति, कथम् एतादृशी तत्र पाणिनः येषां शनानां लकाराणां सिद्धप्रत्ययानाम् आर्धधातुकत्वं साधयति मार्गद्वयं, तत् मार्गद्वयं स्तः मार्गद्वयेन तत् पाणिनः तत्र षण्णां लकाराणां सिद्धप्रत्ययानां सिद्ध लकाराणां सिद्धप्रत्ययानाम् आर्धधातुकत्वं साधयति, तत् ते सर्वे आर्धधातुकत्वं सन्ति तत्र मार्गद्वयेन ते साधयति पाणिनः मार्गद्वयेन सः आर्धधातुकत्वं साधयति। मार्गद्वयं किम् अस्ति इति अग्रिमसप्ताहे द्रक्ष्यामः, समयः जातः, तद्भागं तद् किञ्चिदेव भागः अवशिष्टः अस्ति तत्र, तत् समाप्य वयम् अग्रिमपाठं प्रति गच्छामः। एतत् पाठं पुनः पठतु, किमपि प्रश्नः अस्ति चेत् पृच्छतु अग्रिमसप्ताहे। मुख्यपाठः अस्ति किमर्थम् आर्धधातुकत्वं सार्वधातुकत्वं कथं सिद्ध्यति इति मुख्यविचारः अस्ति, अतः कृपया पुनः पठतु। अस्तु, धन्यवादः। धन्यवादः, धन्यवादः भगिनि, धन्यवादः, धन्यवादः भगिनि।